पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 74 महादेव उवाच शृणु देवि प्रवक्ष्यामि धर्ममाहात्म्यमुत्तमं यच्छ्रुत्वा न पुनर्जन्म जायते भुवि कर्हिचिद् धर्मादर्थं च कामं च मोक्षं चैदत्रयं लभेद तस्माद्धर्मं समीहेद विद्वान्यः स बुधस्मृदः तपसा चैव दानेन व्रतेन नियमेन च तपसा प्राप्यते स्वर्गसात्विकेन तथैव च इहा यादो लभेद्राज्यं क्रोधलोभविवर्जितः जन्मान्तरेण मुक्ति स्यात् पदं विन्दति वैष्णवं तपसा राजसेनेह राजसश्चैव जायते तप्त्वा तामसभावेन क्रूरकर्माहि निष्ठुरः तपस्तद्रक्षसां चोक्तं भुक्तिदं तामसात्मनां यत्तप्तं सात्विकं चैव तत्तपो भवति ध्रुवम् रजस्तमोभ्यां नियदं तपस्यां वने सदां वायुभुजां सुनिर्जने तपस्विनां चैव दनादि वाञ्छदां वनेऽपि दोषा प्रभवन्ति रागिणां गृहे वि पञ्चेन्द्रियनिग्रहस्तपस्त्वकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य तपोवनं गृहं गृहाश्रमोतो गदितस्वधर्मः सुदुस्तरसत्त्वजितेन्द्रियाणां सहन्यदे श्रेष्ठतमशुभाश्रमः गृहस्तु धर्मः प्रवरो मनीषिणां ब्रह्मादिभिश्चाभिहितो नगात्मजे तप्त्वा तपस्वी विपिने क्षुधार्तो गृहं समायादि सदान्न धातुः भक्त्या स चान्नं प्रददाति तस्मै तपो विभागं भजते हि तस्य गृहाश्रमं ज्येष्ठमिहाश्रमाणां सम्यक् च यः पालयते मनुष्यः इहैव भुञ्जन् समनुष्यभोगान् स्वर्गं प्रयातीति न संशयोऽत्र गृहं सदा पालयतां नराणां पापं समायादि कथं हि देवि गृहाश्रमः पुण्यतमः सर्वदा तीर्थवद्गृहम् अस्मिन् गृहाश्रमे पुण्ये दानं देयं विशेषतः देवानां पूजनं यत्र अतिथीनां च भोजनं पथिकानां च शरणम् अदो धन्यतमो मदः तद्गृहं तु समाश्रित्य यर्चयन्ति द्विजान्नराः आयुर्लक्ष्मीस्तथा पुत्रा न हीयन्ते कदाचन शृणु सुन्दरि वक्ष्यामि महापापविशोधनं सर्वसम्पत्करं दानम् इहामुत्र फलप्रदं शुभे काले समायादे समभ्यर्च्य स्वदैवतं नित्यं नैमित्तिकं कृत्वा दद्याद्दानं स्वशकृतः गृहीत्वा परद्रव्यं च द्विजदेवेभ्य एव हि दद्यात् स निरयं दृष्ट्वा पश्चाद्यादि परां गतिं शतानीको यथा दानात् सपुत्रश्चैव तारितः दत्त्वान्ये च द्विजेभ्यश्च सगं ता धर्मदो दिवम् धर्मस्थानेषु ययुर्दत्तं तेषां धर्ममुदाहृदं शृणु देवि प्रवक्ष्यामि वित्तदानं समासदः देहशुद्धिकरं दानं न भूतं न भविष्यति पापहीनो येन पुमान् जायते नात्र संशयः भोगान् भुक्त्वा ततश्चायं यादि विष्णुं सनातनं पुरा वै ब्रह्मणा प्रोक्तं भार्गवाय महात्मने पापयुक्ताय रामाय तुला वृषभमेव च पापकर्मरतश्चैव भव बन्धक्रियो नृपः अभक्षभक्षणरदा भ्रूणः गुरुतल्पगः येदेप्यनृतवती च प्रसूयन्ते वियोनिषु अयाज्ययाजनं कृत्वा याजयित्वा दुनिन्दितान् सदा कोपसमायुक्ताः साधूनां पीडने रदाः विश्वासोपहताश्चैषामसुभिर्धर्मनिन्दकाः पापैहेभिः समायुक्ता ज्ञात्वात्मानं गदायुषम् इति ज्ञात्वा दुतैर्देवि दानं देयं विशेषदः बहवो धर्मकर्तारो वैष्णवा भुवि विश्रुताः इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे दानधर्मो नाम चतुःसप्ततितमोऽध्यायः ॐ